ॐ सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तु ते येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति तुदादिगणे नागुणः। एतावता यत् गुणकार्यस्य कृते दृष्टवन्तः तस्य विषये एकवारं पुनः स्मरणं कृत्वा तत्र पाठस्य प्रति गच्छामः। वयं दृष्टवन्तः व्याकरणे सामान्यतया इत्युक्ते जनरली स्पीकिङ्ग् तत्र गुणस्य कृते तत्र सूत्रद्वयं कृपया सर्वे म्यूट् मध्ये तिष्ठतु। ध्वनिः आया। सो गुणस्य कृते तत्र सूत्रद्वयं महर्षिणा दत्तम् इत्युक्ते सामान्यसूत्राणि। एतत् सूत्रद्वयं सामान्यसूत्रे एकमस्ति सार्वधातुकार्धधातुकयोः, द्वितीयमस्ति पुगन्तलघुपदस्य च। सार्वधातुकार्धधातुकयोः इति सूत्रेण तत्र भिन्न अङ्गं दृष्ट्वा तत्र कार्यं भवति। इत्युक्ते यदि कोऽपि अङ्गः अपि च धातु अन्ते कोऽपि इकवर्णः इ ऊरु अस्ति चेत् तस्य यः गुणः भवति, इत्युक्ते तत्र यः स्वराणां परिवर्तनं भवति, तस्य कृते कारणं किम् इत्युक्ते सार्वधातुकार्धधातुकयोः इति सूत्रं। तेन सूत्रेण एव तत्र उ ओ भवति, इ ए भवति, रु अर् भवति। अस्य सूत्रस्य कृते निमित्तं किं, परे कोऽपि सार्वधातु इत्युक्ते धातु अथवा अङ्गस्य परे कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः विधीयते चेदेव गुणकार्यम् इति सूत्रं वदति। सो यदा तत्र सार्वधातुक् अर्धधातुक् इति वदामः, किम् अस्ति व्याकरणे, प्रत्ययानाम् एकं विशिष्टनामकरणम् अस्ति। सो यदा वयम् अर्धधातुक् प्रत्ययस्य नाम संज्ञा वदामः चेत् तत्र पर्याप्तं न भवति। इत्युक्ते यदि वयं वदामः अर्धधातुकं शेषः, तेन सूत्रेण किमपि न अवगम्यते। अतः तत्र किं, प्रथमे तत्र तिंशत् सार्वधातुकम् अपि अनन्तरम् एव तत्र वक्तव्यम् अर्धधातुकं शेषः। किमर्थं चेत् केवलम् अर्धधातुकं शेषः इति वदामः चेत् किमपि न अवगम्यते। सो यः तिङ्ना यः शितनः सः प्रत्ययः एव अर्धधातुक् भवति। सो वयं किं वदामः, शित् नास्ति, तिङ् नास्ति, अतः अर्धधातुकं शेषः इति अन्येन एतत् प्रत्ययः अर्धधातुक् प्रत्ययः। सो किमर्थम् एतत् वक्तव्यम् इत्युक्ते तत्र यः गुणकार्यं भवति तस्य कृते मूलनिमित्तं किम्, कोऽपि सार्वधातुप्रत्ययः अथवा अर्धधातुप्रत्ययः। अतः एतादृश्यः तत्र एता संज्ञासूत्रद्वयस्य तत्र तेषां विषये वक्तव्यम्। तथैव पुगन्तलघुपदस्य च, यः प्रायशः यः लघुपद अङ्गस्य यः उपधायां स्थितस्य ह्रस्व इकवर्णस्य गुणः भवति तस्य कृते अपि निमित्तं किं, सार्वधातुक् अथवा कोऽपि अर्धधातुप्रत्ययः। सूत्रं तावदेव वदति, लघुपद अङ्गस्य अनन्तरं कोऽपि सार्वधातुक् अथवा अर्धधातुक् प्रत्ययः विधीयते चेत् तस्य लघुपद अङ्गस्य गुणः करणीयं, तावदेव सूत्रं वदति। वयं दृष्टवन्तः एतत् सूत्रद्वयं तेषाम् उपयोगः कुत्र भवति, प्रायशः भुवादिगणे। सो भुवादिगणे यः धातुयोगशप् भवति, यत्र तिङन्तप्रक्रियायां तिङ् रूपस्य निर्माणार्थं तिङन्तप्रक्रियायां तत्र प्रायशः सार्वधातुलकारेषु चतुर्षु लकारेषु तत्र मध्ये शप् आयाति भुवादिगणस्य धातुविषये। सो शप् आयाति चेत् शप् शिप्त् अस्ति, शप् इति प्रत्ययः। सो प्रत्ययः शित् अस्ति, अतः तेन कारणेन सः प्रत्ययः सार्वधातुसंज्ञा प्राप्नोति। सार्वधातुक् संज्ञा प्राप्नोति चेत् भुवादिगणे बहूनि धातवः इगन्तधातवः, येषां धातु अनन्तरम् इक् वर्णः, ते बहूनि धातवः भुवादिगणे सन्ति। अपि च न केवलं तत् अस्ति, द्विसहस्रधातुषु तत्र एकसहस्रधातवः उप एकसहस्रधातवः भुवादिगणे एव। सो एकं बृहद्गणः अस्ति भुवादिगणधातुः। सो भुवादिगणे किं भवति, तत्र शप् इति शित् अस्ति, अतः तेन कारणेन शप् कारणेन तत्र धातौ धातुरूपी अङ्गस्य तत्र किं गुणः भवति। यदि तत्र कोऽपि लघु उपधाभूतस्य वर्णस्य अपि गुणः भवति, अन्ते स्थितस्य वर्णस्य अपि गुणः भवति। सो यः अन्ते स्थितस्य यः स्थाने अन्ते अस्ति चेत् तस्य गुणः सार्वधातुकार्धधातुकयोः इति सूत्रेण, उपधायां स्थितस्य एकवर्णस्य पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यम्। वयं दृष्टवन्तः चुरादिगणे एकं विशिष्ट तत्र परिस्थितिः अस्ति, तत् किं चुरादिगणे एकं विशिष्टसूत्रद्वारा धातु चुरादिगणे धातुविषये प्रथमसोपाने एव निच् प्रत्ययः आयाति, निच् अपि प्रत्ययः धातु अनन्तरं ये ये प्रत्ययाः येषां येषां प्रत्ययानां विधानं ते सार्वधातुक् अथवा अर्धधातुक् भवितुम् अर्हति, तादृशसूत्रद्वयं तत्र महर्षिणा दत्तम्। सो यदा वयं चुरादिगणस्य कोऽपि धातु नयामः तत्र प्रथमसोपाने तिङन्तप्रक्रियायां, तिङ् इत्युक्ते लट् लोट् लङ् अपि च विधिलिङ्ग्, एतेषु चतुर्षु लकारस्य पदनिर्माणार्थं तत्र प्रायशः किं करणीयं, प्रथमसोपाने एव निच् इति प्रत्ययः योजनीयं। सो चुरादिगणे दशमगणे किं भवति, धातुयोग निच् प्रथमसोपाने भवति। सो निच् इति प्रत्ययः पश्यामः चेत् शित् नास्ति, तिङ् नास्ति, सो शित् नास्ति, तिङ् नास्ति, अतः तेन किम् आर्धधातुकं शेषः इति सूत्रेण निच् प्रत्ययः आर्धधातुक् प्रत्ययः भवति। किमर्थं चेत् धातु अनन्तरं यस्य यस्य प्रत्ययस्य विधानं महर्षिणा कृतं सः प्रत्ययः सार्वधातुक् वा आर्धधातुक्। सो निच् इति प्रत्ययः आर्धधातुक्, परन्तु तत्र किम् निच् इति तत्र चूर् इति धातुः अथवा गृ इति धातुः अस्ति, योग अर्धधातुक् प्रत्ययः भवति, तथापि तत्र किं तत्र सार्वधातुक् अपि च पुगन्धलघुपदस्य च इत्यनेन निच् प्रत्ययस्य निमित्तीकृत्य गुणकार्यं न भवति। किमर्थं चेत् महर्षि एकं विशिष्टसूत्रं दत्तं। सो वयं किं वदामः, सार्वधातुक् अपि च पुगन्तलघुपदस्य च एतत् सूत्रद्वयं सामान्यसूत्रं, जनरल् नियमः अस्ति। सो जनरल् प्रायशः महर्षिः किं करोति, जनरल् नियम जनरल् औत्सर्गिक सूत्रं प्रथमे सः ददाति, अनन्तरमेव सः किं करोति तत्र विशिष्टसूत्रं स्थापयति। सो तेन किं प्रथमे वयं किं जनरल् यः नियम अस्ति औत्सर्गिकसूत्रद्वारा यः कार्यं तस्य विषये तत्र ज्ञातव्यम्, अनन्तरम् एव विशिष्ट कार्यस्य प्रति तत्र तत्र तत् सरेम। सो तत्र किं भवति, विशिष्टसूत्रं किम् अस्ति, अचोणिनीति, अचोणिनीति इति सूत्रं किं वदति, अजन्त अङ्गम् अन्ते स्थितस्य अचवर्णस्य, अनेन सूत्रेण केवलम् अन्ते स्थितस्य अचवर्णस्य एव वृद्धिः। सो अचोणिनीति इति सूत्रद्वारा वृद्धिकार्यं विधीयते, अनेन सूत्रेण वृद्धिकार्यं सार्वधातुक् अपि च पुगन्तलघुपदस्य च तयोः किं गुणकार्यम्। सूत्रं वदति अजन्त अङ्गम् अस्ति, तस्य परे कोऽपि विशिष्ट आर्धधातुक् प्रत्ययः णिच् ण्यत् प्रत्ययः अथवा णित् प्रत्ययः अस्ति चेत् तत्र गुणकार्यं न करणीयं, तत्र वृद्धिकार्यं करणीयम्। सो यत्र अल्पनिमित्तिकम् अस्ति अस्मिन् सूत्रे अचोणिनीति इति सूत्रे महर्षिणा वदति सार्वधातुक् अपि च आर्धधातुक् प्रत्ययः परे अस्ति चेत् वृद्धि करणीयं न, अत्र सः वदति अचोणिनीति, णिनीति इति सप्तमी अन्तं पदः, सो निनीति यः सप्तमी अन्तं पदः अस्ति, सो अस्य वृद्धिकार्यस्य कृते कारणं किम्, णित् अथवा णित् प्रत्ययः, कारणद्वयमेव तत्र स्थापितं। यदि ण्यत् प्रत्ययः परे अस्ति तत्रापि वृद्धिकार्यस्य प्रसङ्गः, तालुण्यकारः यस्मिन् प्रत्यये इत् तत्रापि किं वृद्धिकार्यस्य प्रसङ्गः। सो केवलं प्रत्यय णित् अपि च णित् प्रत्ययनिमित्तीकृत्य एव वृद्धिकार्यं। सुचुरादिगणे तादृशस्थितिः अस्ति, धातुयोग निच् भवति, निच् इति यः मूर्धन्यनकारः सः इत् अस्ति तस्मिन् प्रत्यये, तेन किं भवति यः धातुः अस्ति तत्र प्रथमे वृद्धिकार्यस्य प्रसङ्गः आयाति, तत्र प्रथमे वृद्धिः भवति। अनन्तरं तत्र निच् प्रत्ययः सनादिप्रत्ययः अस्ति, अतः तेन किं भवति यः शब्दसमूहः निष्पद्यते निच् कार्यं कृत्वा वर्णमेलनेन, यत्र यः शब्दसमूहः निष्पद्यते तस्य पुनः धातु इति संज्ञा भवति, पुनः सः अङ्गम् इदानीं नास्ति, सः फ्रेश् धातु अस्ति। किमर्थं चेत् महर्षि तादृशसूत्रं निर्मितं, सनाद्यन्तः धातुवः यस्य शब्दसमूहस्य मूलधातु अनन्तरं कोऽपि सन् प्रत्ययः योजयामः, द्वादश सन् प्रत्ययाः तत्र सन्ति, ते योजयामः चेत् यः शब्दसमूहः निष्पद्यते तस्य पुनः धातु इति संज्ञा भवति। सो पुनः फ्रेश् धातु इति संज्ञा भवति चेत् तत्र तिङन्तप्रक्रियायाम् इदानीं सः धातुः औपदेशिकधातु नास्ति, अस्माभिः निर्मितं धातुः, अस्माभिः निर्मितं धातुः औपदेशिकधातु नास्ति, तस्य व्याकरणे आतिदेशिकधातु इति संज्ञा। सो तत्र यः तिङन्तरूपं निष्पद्यते तस्य कृते घनचिन्तनं न कदापि न भवति, तत्र घनचिन्तनं न करणीयम्। सो औपदेशिकधातुविषये एव घनचिन्तनं भवति, अतः तत्र सर्वदा किं सार्वधातु कर्तरी शब् सार्वधातुके इत्यनेन यदा वयं सार्वधातुप्रत्ययः योजयामः, कस्य यः फ्रेश् धातु अस्ति तस्य अनन्तरं कोऽपि सार्वधातुप्रत्ययः योजयामः चेत् तत्र कर्तरी शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः भवति। धातुः कस्मिंश्चित् घने नास्ति, अस्माभिः निर्मितं धातु अस्ति, अतः सर्वदा तत्र कर्तरी शब् सार्वधातुकस्य कृते यानि अपवादसूत्राणि ते तत्र तेषां विधानं न भवति, तत्र सर्वदा शपेव तिष्ठति। सो तत्र पुनः शपकारणेन यः अन्तिमस्थितस्य निच् प्रत्ययस्वीकारः सर्वदा तत्र सार्वधातुकार्धधातुकयोः इति सूत्रद्वारा गुणकार्यं भवति। अनन्तरं तत्र विशिष्ट यत्किमपि अन्यत् कार्यं सन्धिकार्यम् अपेक्षितं तदपि करणीयम्। सो भुवादिगणे गुणः भवति, प्रथमे तत्र वृद्धिः भवति, अनन्तरं शप् कारणेन तत्र गुणः भवति। चुरादिगणे भुवादिगणे शप् इति विकरणप्रत्ययः अस्ति, तेन किं भवति विकरणप्रत्ययस्य कारणेन गुणः भवति। इदानीं तत्र तुदादिगणः एकं विशिष्टगणः, यद्यपि भुवादिगणे अपि विकरणप्रत्ययस्य अवशिष्टभागः अकारः, तुदादिगणे अपि विकरणप्रत्ययस्य अवशिष्टभागः अकारः, तथापि तत्र किं किञ्चित् भेदः अस्ति द्वयोः गणयोः मध्ये, तत्र भेदः प्रथमगणे गुणः भवति, षष्ठमगणे गुणः न भवति, यद्यपि तत्रापि धातुयोगसार्वधातुप्रत्ययः श इति प्रत्ययः, तत्र षकार अकारः, षकारस्य इत्संज्ञा भूत्वा तत्र अकारः एव तिष्ठति। सो शित्वात् श इति प्रत्ययः सार्वधातुप्रत्ययः, सो धातुयोगसार्वधातुप्रत्ययः अस्ति, तथापि तत्र गुणः न भवति। सो इदानीं वयं किं दृष्टवन्तः, मेबि तत्र व्याकरणे यः पकारः इत्संज्ञक पकारस्य तत्र विशिष्टकार्यं, यत्र यत्र पकारस्य शित् प्रत्ययेषु यत्र यत्र पकारस्य अभावः इत्संज्ञक पकारस्य इत्संज्ञकपकारस्य अभावः तत्र तत्र गुणस्य कृते बाधा भवति, तत्र गुणः न भवति। तत्र कारणं किम् इति तत्र इत्युक्ते कारणं व्याकरणे कारणं किम् अस्ति, सूत्रमेव तत्र प्रमाणम्। सो केन कारणेन पकारस्य अभावेन गुणः न भवति इति तस्य कृते अस्मिन् तुदादिगणेना गुणः तत्र सूत्राणि दत्तानि। सो इदानीं पर्यन्तं वयं दृष्टवन्तः तत्र पकारस्य अभावेन इत्संज्ञकपकारस्य कारणेन किञ्चित् तत्र भवति, किञ्चित् कार्यम् अस्ति, तत् कार्यं किम् इति अग्रे अद्य पश्यामः। अस्तु इदानीं कः पठितुम् इच्छति, अस्तु कः आरम्भं करोति? एतत् परिच्छेदं सरलम् अस्ति, किमर्थं चेत् अस्य विषये वयं पूर्वस्मिन् प्रथम अध्याये एव तत्र दृष्टवन्तः, कुत्रचित् यः दशगणाः सन्ति तत्र चतुर्थगणे गुणः न भवति, श्ना इति विकरणप्रत्ययनिमित्तीकृतगुणः न भवति, श्नम् इति विकरणप्रत्ययनिमित्तीकृतगुणः न भवति. सो एतत् सर्वं वयं दृष्टवन्तः. अस्तु, कृपया स्वयम् अग्रे आगच्छतु. कः पठितुमिच्छति? आं पठामि वा भगिनि? आं कृपया पठतु भगिनि. अस्माकम् अध्ययनस्य आरम्भे इति एतत् आरभ्य. अस्माकम् अध्ययनस्य आरम्भे एव एवम् उक्तम् आसीत्, विकरणप्रत्यये इत्संज्ञकषकारस्य कार्यगुणस्य कृते प्रेरयति. धातौ अन्तर्भूतस्य स्वरस्य गुणं कारयति. विकरणप्रत्यये इत्संज्ञकपकारस्य कार्यं, तस्य पकारस्य अभावे गुणस्य अवरोधः भवति. वयं दृष्टवन्तः षकारस्य शित् भवति चेत् गुणस्य कृते प्रेरयति, गुणः करणीयम् इति वदति. पकारस्य इत् पित् भवति चेत् पकारस्य अभाव न पकारस्य अभावः गुणस्य कृते अवरोधः अस्ति. इत्युक्ते पकारस्य इत् अस्ति चेत् इत् अस्ति चेत् गुणः भवति, इत्युक्ते अवरोधः न भवति, परन्तु नास्ति चेत् अवरोधः भवति. अग्रे अपि पठतु. इत्संज्ञक षकारस्य कार्यं कथं भवति इति अधुना सूत्रसहितां व्याख्यां जानीमः. सूत्रदृष्ट्या पकारस्य कार्यं कथं भवति? वादिगुणे विकरणप्रत्ययस्य पकारस्य उपस्थितौ गुणकार्यार्थम् अनुमतिः अस्ति. सारल्यार्थं द्वादिगणे पकारसम्बद्धसूत्रसहितचर्चा न जाता, परन्तु सुदादिगणे पकारस्य अभावे गुणावरोधः. स च अवरोधः कथम् इति अवश्यं द्रष्टव्यम्. लिक् धातोः उदाहरणम् अत्र अवलोकयाम. लिक् लट्लकारविवक्षायां प्रथमपुरुषैकवचने विकरणप्रत्ययस्य योजने लिक् योग श योग ति. लशक्वतद्धिते इत्यनेन सूत्रेण षकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन षकारलोपः. अतः लिक् योग अयोग ति. श षकारस्य अ षकार इत् अस्ति, अतः तिंशत् सार्वधातुकम् इत्यनेन सूत्रेण श प्रत्ययः सार्वधातुकसंज्ञकः अपि अस्ति. पुगन्तलघुपदस्य च इत्यनेन सूत्रेण लिक् धातोः उपधायां ह्रस्व इकारस्य गुणप्रसक्तिः अस्ति, अतः अनेन लिखति लिखति इति स्यात्. किन्तु श विकरणप्रत्ययः न केवलं षित् अपि तु अपित् अपित् यस्मिन् इत्संज्ञकः पकारः नास्ति सः अपित् इति उच्यते. तावत् वदतु किमस्ति लिख. उदाहरणं स्वीकृत्य वदतु. षकारस्य षित् भवति चेत् गुणकार्यं कृते प्रेरयति. भ्वादिगणे विकरणप्रत्यय शप् अस्ति, अतः षकारः अपि अस्ति, पकारः अपि अस्ति. परन्तु तुदादिगणे षकारः अस्ति परन्तु पकारः नास्ति. लिक् धातोः उदाहरणं दृश्यते चेत् लिक् लट्लकाररूपे लिक् योग तिप् प्रथमे तिप् भवति, हलन्त्यं तस्य लोपः कृत्वा लिक् योग ति भवति. तदनन्तरं तिंशत् सार्वधातुकं कृत्वा श कथं भवति भगिनि? तिप् इति प्रत्ययः प्रथमे तत्र तिप् तत्र प्रथमसोपाने लिख्योदग तिप् भवति यथा यथा उक्तवती. सो तिप् इति प्रत्ययः कीदृशप्रत्ययः? तिङ् प्रत्यय. सो अतः सार्वधातुकं सार्वधातुकम् अस्ति चेत् धातुयोग सार्वधातुकप्रत्ययः भवति चेत् तत्र कस्य सूत्रस्य प्रसक्तिः? प्रथमे अन्तिमवर्णः इक् वर्णः अस्ति चेत् सार्वधातुकम् अर्धधातुकं धातु यत्र यत्र धातुः मूलधातुः औपदेशिकधातुः लिखिते औपदेशिकधातु धातुपाठे अस्ति एतत् धातु धातुपाठे पाणिनिना स्थापितं धातुः सो धातुः औपदेशिक अस्ति तस्य परे साक्षात् परे त्यप् इति सार्वधातुप्रत्ययः सो तस्यां दशायां तत्र एकं विशिष्टसूत्रस्य प्रसक्तिः भवति. तत् सूत्रं किम्? केन कारणेन मध्ये विकरणप्रत्ययाः विकरणप्रत्ययानां विधानम् विकरणप्रत्ययः ये मध्ये आयान्ति तेषां विषये सूत्राणि कानि? बहूनि सूत्राणि सन्ति न. प्रथमे तत्र औत्सर्गिकसूत्रमस्ति सामान्यसूत्रं कर्तरि शप् सार्वधातुके इति सामान्यसूत्रम्. इत्युक्ते कर्तरि शप् सार्वधातुके इति सूत्रं किं वदति? वदतु भगिनि. सार्वधातुकं प्रत्ययः अस्ति चेत् शप् प्रत्यय विकरणप्रत्ययः आयाति. तत्र धातोः इति पदस्य अनुवृत्तिः. किमर्थं चेत् तत्र भुवादयः धातुः तस्य अनन्तरम् एव तस्मिन् पादे एव एतानि सर्वाणि सूत्राणि दत्तानि अहं चिन्तयामि. तत्र किम्? कर्तरि शप् सार्वधातुके इति यः सूत्रमस्ति तत्र सार्वधातुके इति पदस्य अनुवृत्तिः. सूत्रमस्ति कर्तरि शप् तावदेव सूत्रं, परन्तु तत्र सार्वधातुके इति पदस्य अनुवृत्तिः. सो यदा यदा यत्र यत्र यस्मिन् यस्मिन् दशायां मूलधातुयोगसार्वधातुप्रत्ययः भवति तत्र तत्र एतत् सूत्रम् आगत्य वदति अहम् अत्र कार्यं करोमि. सो कर्तरि शप् सार्वधातुके इति सूत्रस्य सार्वधातुकप्रत्यये परे अपि च कर्तरिप्रयोगे एतत् सूत्रस्य तत्र प्रसक्तिः आयाति. सो अत्र लिखयोगत्यप् यदा भवति कर्तरि शप् सार्वधातुकं सूत्रं सामान्यसूत्रम् आगत्य वदति अत्र शप् इति प्रत्ययः अपि प्रथमसोपाने एव आनेतव्यम्. परन्तु तत्र महर्षिणा लिखित धातुः तुदादिगणे स्थापिताः. एकम् अपवादसूत्रम् आगत्य वदति नो कर्तरि शप् सार्वधातुके युवर् कार्यक्षेत्रम् इस् नाट् इट् इस् मै कार्यक्षेत्रं. तत् सूत्रं किं? तुदादिभ्यः शः. सो तुदादिभ्यः शः इति सूत्रं कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते अपवादः. तथैव ये दिवादिभ्यः शन् तत् सूत्रमपि कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते अपवादसूत्रम्. तनादिकृण्भ्यः उः तनादिकृण्व्यः उः तत्र यः नवम अष्टमगणः तत्रापि प्रथमे तु कर्तरि शब् सार्वधातुके इति सूत्रम् आगत्य वदति अत्र धातुयोगत्यपि यत्र यत्र भवति सार्वधातुप्रत्ययः भवति तत्र तत्र कर्तरि शब् सार्वधातुके इति सूत्रम् आगत्य वदति मया कार्यक्षेत्रं परन्तु विशिष्टसूत्रद्वारा तत् कार्यं न भवति सो कर्तरि शब् सार्वधातुके इति कार्यं बाधित्वा अत्र किं भवति दिवादिभ्यः शः तुदादिभ्यः शः इति सूत्रस्य कार्यम् सो तुदादिभ्यः शः केवलं तुदादिभ्यः धातूनाम् एव कार्यं कर्तुं शक्यते परन्तु कर्तरि शब् यदा लिखयोग शानच् भवति तत्रापि शानच् इति शित्वात् सार्वधातुप्रत्ययः तत्रापि मध्ये विकरणप्रत्ययः मध्ये आयाति सो यत्र यत्र यस्मिन् न केवलं तिङन्तप्रक्रियायां कृदन्तप्रत्ययस्य योजनेन अपि यदि सः कृतप्रत्ययः सार्वधातुक अस्ति अपि च कर्तरिप्रयोगे अस्ति तत्र अपि कर्तरि शब् सार्वधातुके इति सामान्यसूत्रस्य प्रसक्तिः भवति सो इदानीं लिख् योगति तिप् यः अस्ति तत्र कर्तरि शब् सार्वधातुके इति सूत्रमपि आयाति तुदादिभ्यः शः सूत्रमपि आयाति इदानीं वयं जानीमः तुदादिभ्यः शः विशिष्टसूत्रम् अपवादसूत्रम् अतः अपवादबलेन तत्र अपवादसूत्रं सर्वदा बलवत् भवति यत् किमपि केवलम् औत्सर्गिकसूत्रस्य अपेक्षया न यत्किमपि सूत्रम् अन्यत् सूत्रं तत्र आयाति यदि अपवादसूत्रम् अस्ति चेत् सर्वदा अपवादसूत्रेण एव कार्यं करणीयम् इत्युक्ते तत्र चूरयोग नीच् यदा भवति तत्र पुगन्तलघुपदस्य च सूत्रस्यापि प्रसक्तिः तत् सूत्रम् आगत्य वदति अहम् अत्र मया कार्यक्षेत्रम् अस्ति परन्तु अचोणिनीति इति सूत्रं विशिष्टसूत्रम् अतः पुगन्तलघुपदस्य च सूत्रस्य कार्यं बाधित्वा तत्र अचोणिनीति इति सूत्रद्वारा तत्र वृद्धिकार्यं भवति परन्तु सूत्रस्य प्रसक्तिः अस्ति अत्रापि लिख् योगत्यप् यदा भवति अत्र कर्तरि शब् सार्वधातुके सूत्रस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति किमर्थं चेत् विशिष्टसूत्रं तुदादिभ्यः शः इति सूत्रम् आगत्य वदति ऐ केन् डू कार्य ओन्ली ओवर् हियर् सो वै आर् यु टेकिङ्ग् मै तत्र अपवादस्य बलं किम् इत्युक्ते केन कारणेन अपवादः बलवत् भवति तत्र अस्ति निरवकाशः अपवादस्य बलम् सो कोऽपि सूत्रं पाणि अष्टाध्यायीग्रन्थे यदि महर्षिणा कोऽपि सूत्रं दत्तं तत् सूत्रं निरवकाशः मा भवेत् इति तत्र नियमः सो निरवकाशः यदि वयम् अत्र तुदादिभ्यः शः इति सूत्रद्वारा कार्यं न कुर्मः चेत् तस्य सूत्रस्य कोऽपि लाभः एव नास्ति सो किमर्थं महर्षिणा तत्र स्थापितः सो निरवकाशः तेन कारणेन एव सः बलवत् भवति सो निरवकाशः एव अपवादस्य बलं सर्वदा एतत् स्मर्तव्यम् अपवादसूत्रेण केन कारणेन बलवत् भवति निरवकाशः सूत्रं निरवकाशः मा भवेत् इति तत्र प्रमुखनियमः कोऽपि सूत्रं यत्किमपि सूत्रम् अष्टाध्यायीग्रन्थे अस्ति तस्य उपयोगः करणीयम् किमर्थं चेत् कर्तरि शब् सार्वधातुकस्य कृते तु बहूनि अवसराः सन्ति तस्य कार्यक्षेत्रस्य कृते भुवादिगणे सर्वदा तत्र शप् एव तिष्ठति किमर्थं चेत् तत्र महर्षि कोऽपि भुवादिगणस्य धातुविषये कोऽपि विशिष्टविकरणप्रत्ययं न दत्तं सूत्रद्वारा सो तत्र कर्तरि शब् सार्वधातुके इति सूत्रद्वारा सर्वदा तत्र शप् एव तिष्ठति बिकास् तत्र कोऽपि अन्यसूत्रम् आगत्य न वदति मया कार्यक्षेत्रं किमर्थं चेत् तादृशसूत्रमेव महर्षिणा न निर्मितं सो सर्वदा किं भवति भुवादिगणे यदा वयं भुवादिगणे एकसहस्रधातूनां कृते तत्र शप् एव तिष्ठति सो तस्य कृते तत्र बहूनि अवसराः कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते परन्तु तुदादिभ्यः शः सूत्रस्य कृते तु केवलं तुदादिगणे एव कार्यक्षेत्रं सो यदा वयं तुदादिगणस्य धातुं नयामः तत्र सर्वदा किं भवति कर्तरि शप् सार्वदात् कर्तरि शप् सूत्रं बाधित्वा तत्र विशिष्टसूत्रद्वारा कार्यं स्वात्र केन सूत्रेण तुदादिभ्यः शः इति सूत्रम् अस्ति. सो तुदादिभ्यः सार्वधातुकप्रत्यये अत्रापि तुदादिभ्यः शः दिवादिभ्यः शन् तनादिकृण्भ्यः उः तत्र सर्वत्र सार्वधातुके सार्वधातुके इति पदस्य अनुवृत्तिः. सो तुदादिभ्यः शः यः सूत्रं तस्य कृते अपि किं कर्तरिप्रयोगे अपि च सार्वधातुके प्रत्यये परे निमित्तं. सो निमित्तं पूरितं चेदेव शप् श इति विकरणप्रत्ययः मध्ये आयाति. सो तिप् इति प्रत्ययः सार्वधातुप्रत्ययः अपि च कर्तरिप्रयोगे अस्ति, अतः तत्र तुदादिभ्यः शः इति सूत्रद्वारा मध्ये श आयाति. तस्य विषये अपि वयं चिन्तितवन्तः. तुदादिभ्यः शः इति सूत्रं किं वदति? तुदादिदाभ्यः धातु अनन्तरं यदि सार्वधातुप्रत्ययः अस्ति तत्र श इति प्रत्ययः योजनीयं, परन्तु तत्र न लिखितं कुत्र योजनीयं. श इति प्रत्ययः इदानीं किम् अस्ति? लिख् योगति. सो श इति प्रत्ययः कुत्र योजनीयम् इति एकं मुख्यं प्रश्नम् अस्ति. सो सार्वधातुके इति सप्तमी अन्तं पदः, ति इति सार्वधातुप्रत्ययः निमित्तम् अस्ति. सो सप्तमी अन्तं पदः निमित्तम् अस्ति चेत् तस्य साक्षात् पूर्वे कार्यं भवति, अतः श इति प्रत्ययः कुत्र आयाति? तिप् प्रत्ययस्य साक्षात् पूर्वे. किमर्थं चेत् सप्तमी अन्तं, सः न वदति सार्वधातुक् परे, सः वदति सार्वधातुके प्रत्यये परे. सार्वधातुके इति सप्तमी अन्तं पदः, अतः श इति प्रत्ययः अथवा शन् इति प्रत्ययः अथवा शप् इति प्रत्ययः कुत्र आयाति? यः सार्वधातुप्रत्ययः निमित्तम् अस्ति तस्य साक्षात् पूर्वे आयाति. सो लिख् योगश मध्ये तिप् प्रत्ययस्य पूर्वे श इति प्रत्ययः आयाति. सो श लिख् योगश योग तिप् भवति. इदानीं वदतु. लिख् योग श योग ति लशत्व तद्धिते सूत्रेण शकारस्य इत् भवति, तस्य लोपः सूत्रेण शकारस्य लोपः भवति, अ तिष्ठति, अतः लिक् योग अयोग ति भवति. सो अत्र वयं जानीमः लट् लकारे लिख् प्रत्ययस्य किं कः रूपः? लिखति. लिखति. सो केवलं वर्णमेलनं भवति. यद्यपि अत्र धातौ गुणप्रसङ्गः अस्ति. गुणप्रसङ्गः इत्युक्ते गुणकार्यं कर्तुं शक्यते. किमर्थम् इत्युक्ते षित् अस्ति न, धातौ गुणप्रसङ्गः अस्ति. सो तस्य विषये वदतु. मया किम् उक्तं? धातौ गुणप्रसङ्गः अस्ति. आमाम्. उपधायां इ अस्ति. लिक् धातुः ल योग इ योग ख अस्ति, अतः उपधायाम् इ अस्ति. अतः पुगन्तलघुपदस्य च इति सूत्रेण लि ले भवितुं शक्यते. इत्युक्ते अत्र यः उपधायाम् इकारः, स च इकारः ह्रस्व इकारः. किमर्थं चेत् सूत्रे किं वदति? लघुपदाङ्गस्य एकः गुणः, ह्रस्व इकवर्णानां गुणः. उपधायां ह्रस्व इकवर्णानां गुणः. सो अत्र ह्रस्व इक अस्ति, इक अपि अस्ति, सः इक ह्रस्व अपि अस्ति. सो धातौ गुणप्रसङ्गः अस्ति, तथापि तत्र गुणः न भवति. धातौ गुणप्रसङ्गः अस्ति, परे सार्वधातुप्रत्ययः अस्ति, तथापि तत्र गुणः न भवति. सूत्रे तु तावत् एव, महर्षि तावदेव वदति, लघुपदमङ्गं भवेत्, परे सार्वधातुक् अथवा अर्धधातुप्रत्ययः भवेत्, गुणः करणीयं. परन्तु अत्र न भवति. सो कारणं किम् इति तत्र तस्य विषये चिन्तनं. किमर्थम् अत्र यद्यपि अत्र पुगन्तलघुपदस्य च सूत्रम् आगत्य वदति अहमत्र कार्यं कुर्मः, परन्तु कस्यचित् विशिष्टसूत्रद्वारा तत्र कार्यं न भवति. तत् विशिष्टसूत्रं किम् इति अस्मिन् करपत्रे दत्तं. सो प्रायशः कारणं किं पित् कारणम् अस्ति. पकारस्य अभावः अत्र किमपि गुणकार्यं न भवति. सो अत्र किम् अग्रिमे परिच्छेदे किं लिखितं, सो लेखति इति स्यात्. पुगन्तलघुपदस्य च तत्र लिख् लेख् भवितुमर्हति परन्तु न भवति. सो लेखति इति स्यात् परन्तु न भवति. विषये षकारस्य इत् अनन्तरं सः षित् भवति. षित् एव नास्ति, अपित् अपि अस्ति. अपित् इत्युक्ते पित् नास्ति चेत् सः अपित् इति उच्यते. अत्र पकारः अपि च इत्. सो यस्मिन् पकारः इत् संज्ञकः नास्ति, सो इत् संज्ञकः इस् मुख्यम्. अपित् इति कथनेन यस्मिन् पकारः इत् संज्ञकः न, मे बि सम् सूत्रे तत्र पकारः मध्ये कुत्रापि अस्ति. सो केवलं पकारः अस्ति वा नास्ति तद् न द्रष्टव्यम्. पकारः इत् अस्ति वा नास्ति, सो अपित् अस्ति वा नास्ति. सो परन्तु श इति प्रत्ययः तु अपित् प्रत्ययः. नौ श इति प्रत्ययस्य कृते कति नामानि? श इति द्वि. के षित् अपि च अपित्. अपि च षित् कारणेन किम्? षित् कारणेन गुणः भवति. न षित् कारणेन अपि संज्ञा व्याकरणे शित्कारणेन अपि महर्षिणा विशिष्टसंज्ञा दत्तं न, नामकरणं कृतं शित्कारणेन. किंशित् सार्वधातुकं. सो श इति प्रत्ययः षित् अस्ति. षित् अस्ति तेन किं? षित् अस्ति षित् इति कारणस्य तत्र प्रयोजनं किम्? एतस्य प्रत्ययस्य सार्वधातुक इति संज्ञा भवति. शित्कारणेन एव सार्वधातुकसंज्ञा प्राप्नोति. सार्वधातुकप्रत्ययस्य निमित्तीकृत्य तत्र विशिष्टकार्यं किमर्थं चेत् कर्तरि शप् सार्वधातुके. इफ् वी डोण्ट् नो वट् इस् सार्वधातुक् वी केनाट् अप्लै देट् सूत्र. सो सार्वधातुक् इति पदस्य तत्र विशिष्ट तत्र बहूनि सूत्राणि, बहूनि विधिसूत्राणि व्याकरणे, न केवलम् एतानि सूत्राणि, अनन्तरमपि बहूनि सूत्राणि आयाति यत्र सार्वधातुकप्रत्ययः सार्वधातुकप्रत्ययः निमित् अस्ति. सो सर्वदा तत्र किं सार्वधातुक् इत्युक्ते किं, तत्र केन कारणेन प्रत्ययः सार्वधातुक् भवति? एकमस्ति तिङ्समूहे अस्ति चेत् सार्वधातुकम्, अपि च यस्मिन् यस्मिन् प्रत्यये षकारः इत् सः सार्वधातुकसंज्ञा प्राप्नोति, नामकरणं तस्य विशेषनामकरणम् अस्ति. सो यदा लिख् योग ति भवति, ति इति प्रत्ययः तिङ्कारणे तिङ्समूहे अस्ति, सार्वधातुकसंज्ञा प्राप्नोति, तदा एव वयं कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते चिन्तयामः. अन्यथा यत्र लिख् योग अनियर् भवति, लिख् योग अनियर् भवति चेत् अनियर् इति प्रत्ययः शित् नास्ति, तिङ् नास्ति, सो तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य विषये चिन्तनमेव न करणीयम्. किमर्थं चेत् धातु अनन्तरम् अर्धधातुक् प्रत्ययः. सो तत्र न केवलं कर्तरि शप् सार्वधातुके, अन्यानि यानि विकरणप्रत्यय विधायकसूत्राणि तेषां विषये अपि न चिन्तनीयम्. तुदादिभ्यः शः, दिवादिभ्यः शन्, तनादिकृन्भ्यः उः, एतानि सर्वाणि सूत्राणि कदा कार्यं करोति? सार्वधातुकप्रत्यये परे एव कार्यं कर्तुं शक्यते एतानि सूत्राणि. सो सर्वदा तत्र सार्वधातुक् अपि च अर्धधातुक् द्रष्टव्यं. प्रत्ययः सार्वधातुक् वा अर्धधातुक्? सार्वधातुक् अस्ति चेत् वी हेव् टु यूस् वन् मोर् स्टेप्. अर्धधातुक् अस्ति चेत् तत् तस्य विषये न चिन्तनीयं. सो तत्र केवलं लिख्योग अनियर् भवति, तत्र गुणकार्यं भवति, लेख् भवति. किमर्थं चेत् तत्र अनियर् इति अर्धधातुप्रत्ययः, सो अर्धधातुप्रत्ययः अस्ति चेत् तत्र लेखनीय इति रूपं, सो तत्र लिख् लेख् भवति. केन कारणेन? पुगन्तलघुपदस्य च सूत्रं तत्र केवलं तत्र कार्यं करोति. धातु अस्ति, धातुगुणप्रसङ्गः अस्ति, परे अर्धधातुप्रत्ययः, कोऽपि बाध तत्र पका अर्धधातुकविषये प्यत् अप्यत् एतत् चिन्तनमेव न करणीयम्. केवलं सार्वधातुकप्रत्यये विषये एव पित् अपि च अपित् एतत् द्रष्टव्यम्. अर्धधातुकप्रत्यये विषये तु पित् अपित् चिन्तनमेव न करणीयम्. किमर्थं चेत् तादृशसूत्रं निमित्तम् अग्रे आयास्यति. सो श इति प्रत्ययः न केवलं शित् अस्ति, शित् यदि वयं शित् वदामः शित् कारणेन किं भवति व्याकरणे? एकं संज्ञा भवति, सार्वधातुक इति संज्ञा प्राप्नोति. सो पित् कारणेन किं भवति इति अग्रे पश्यामः. सो श इति प्रत्ययः शित् अस्ति, शित्वात् सार्वधातुक इति संज्ञा प्राप्नोति, अपि च अपित् अपि अस्ति. सो अपित् अस्ति, शित् अस्ति, सार्वधातुक इति संज्ञा अस्य अस्ति. अपित् विषये वदतु. अपित् यस्मिन् इत्संज्ञकः पकारः नास्ति सः अपित् इति. शप् इति प्रत्ययः, शप् इति प्रत्ययः षित् अपि अस्ति, पित् अपि अस्ति. शप् इति प्रत्ययः अपित् नास्ति, पित् अस्ति. तस्मिन् पकारः इत् अस्ति अपित्. अपित् इत्युक्ते न पित् यस्मिन् सः, न पकारः इत् यस्मिन् सः अपित्. परन्तु श इति, यथा श इति प्रत्ययः, श इति प्रत्यये पकारः इत् न, अतः अपित्. एतत् परिच्छेदमपि पठतु भगिनि. विकरणप्रत्ययः, विकरणप्रत्ययः श षित् अस्ति इति स्मरतु. नाम यद्यपि शकारस्य लोपः जातः तथापि शकारस्य प्रभावः अस्ति एव, यतः लोपः इत्युक्ते अदृश्यः न तु अपगतः. परन्तु तुदादिगणे विकरणप्रत्ययस्य पकारः नासीत् एव, पकारलोपः इति न, पकारः नास्ति एव. अतः श विकरणप्रत्ययः अपित् इति उच्यते. भुवादिगणे श अपि अस्ति, प अपि अस्ति, शकारस्य इत् भवति, परन्तु तस्य प्रभावः गुण गुणस्य कृते प्रेरणः, तस्य लोपः अनन्तरमपि तिष्ठति. परन्तु तुदादिगणे पकारः नास्ति, अतः पित् नास्ति एव. अतः तत्र अपित् इति, तुदादिगणे अपित् इति उच्यते. इत्युक्ते भगिनि अत्र किं लिखितमस्ति इत्युक्ते, सि शप् इति प्रत्यये अन्ततो गत्वा अ एव अवशिष्टभागः, श इति प्रत्यये अन्ततो गत्वा अ एव अवशिष्टभागः. इत्युक्ते प्रक्रियायां केवलम् अकारः तिष्ठति. परन्तु वयं किं वदामः, शप् इति प्रत्ययः शकारस्य प्रभावः अस्ति. प्रभावः अस्ति इत्युक्ते अकारः शित् अपि अस्ति. भवादिगणे अकारः शित् अपि अस्ति, पित् अपि अस्ति. परन्तु तुदादिगणे यः अकारः सः केवलं शित् अस्ति, तत्र कोऽपि पकारः नास्ति. सो पकारः नास्ति एव, सो तत्र पकारस्य अभावः अस्ति. यद्यपि तत्र अ एव श्रूयते, द्वयोः गणयोः अ एव श्रूयते, तथापि तत्र वयं किं वदामः, शकारस्य प्रभावः तिष्ठति, पकारस्य प्रभावः अपि तिष्ठति भुवादिगणे. सो किमर्थं चेत् यः लोपः भवति, यद्यपि शकारपकारयोः तु लोपः भवति, परन्तु तत्र लोपकारणेन किं, तत्र सूत्रमस्ति अदर्शनं लोपः. सो लोपकारणेन केवलम् अदर्शनं भवति. वी केनाट् सी द शकारः, वी केनाट् सी द पकारः, परन्तु तेषां लक्षणं तत्र तिष्ठति. सो श इति विकरणप्रत्ययतो यद्यपि अ एव श्रूयते, शकारः अपि अपगच्छति, परन्तु तत्र पकारस्य लक्षणमपि नास्ति. किमर्थं चेत् पकारः एव नास्ति तत्र. सो पकारः यद्यपि भुवादिगणे अपि पकारः अपगच्छति, तत्र न दृश्यते, परन्तु तस्य प्रभावः तत्र तिष्ठति. तादृशस्थितिः श प्रत्यये नास्ति, श प्रत्यये पकार एव नास्ति. सो लक्षणं कुत्र तिष्ठति? अत्रापि शकारः एव नास्ति चेत् तस्य लक्षणं कुत्र आयाति? न आगन्तुं शक्यते. केवलं शकारस्य लक्षणम् एव तत्र अस्ति श प्रत्यये. तेन कारणेन श प्रत्ययस्य लक्षणं किं? शित्वात् केवलं व्याकरणे धातुः सार्वधातुः भवति, तावदेव अस्ति. परन्तु पित्वात् किं भवति इति अग्रे पश्यामः. यः लक्षणं तिष्ठति इत्युक्ते तेन किं? शकारः सार्वधातुकसंज्ञा तु प्राप्नोति, तत्र सार्वधातुकसंज्ञा तस्य भवति, परन्तु पकारस्य यः लक्षणः तस्मिन् अकारे नास्ति. शप् इति प्रत्यये यः अकारः, तस्मिन् पकारस्य लक्षणमपि अस्ति, शकारस्य लक्षणमपि अस्ति. तेन कारणेन तत्र गुणस्य कृते बाधा न भवति. पकार सेज् यू केन् गो अहेड् वित् गुणः. सो यत्र यत्र पकारः अस्ति तत्र गुणस्य कृते बाधा न भवति. इदानीं तत्र यः पकारस्य अभावेन यः गुणकार्यं निषिध्यते तस्य कारणं किम् इति सूत्रद्वारा पठामः. इदानीं पर्यन्तं तु जानीमः यत्र यत्र शित् प्रत्यये पकारस्य अभावः तत्र तत्र गुणस्य कृते बाधा भवति. परन्तु किमर्थं बाधा? कारणं किं? सूत्रम् एव प्रमाणं. सो सूत्रद्वारा पठामः. अस्तु भगिनि. सो तत्र पकारः एव नास्ति, सो तस्य लक्षणमपि नास्ति. पकारः नास्ति चेत् तस्य लक्षणमपि नास्ति, परन्तु शकारस्य लक्षणं तत्र तिष्ठति. तेन कारणेन श प्रत्ययः सार्वधातुकप्रत्ययः. तत्र किमर्थं चेत् व्याकरणे कुत्रचित् महर्षिः वदति शितिपरे, तत्र न वदति, तत्र केवलं वदति शितिपरे कार्यं. शितिपरे कार्यम् अस्ति चेत् तत्र श अपि निमित्तं भवति, शप् अपि निमित्तं भवति, शन् अपि निमित्तं भवति, श्ना अपि निमित्तं भवति. किमर्थं चेत् महर्षिः तत्र स्पष्टतया वदति शितिपरे कार्यं. सो यस्मिन् यस्मिन् प्रत्यये शकारः इत् सः प्रत्ययः तत्र तस्तादृशस्थित्यां निमित्तं भवति. सो शित् परे अपि तत्र प्रयोजनं, पित् परे अपित् अस्ति चेत् तत्र किं प्रयोजनम् इति अग्रे पश्यामः. अस्तु, अग्रे कः पठति? अनुसूया भगिनी पठितुम् इच्छति वा भगिनी? नो चेत् पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनी? अहं वदामि भगिनि. अनुसूया भगिनि पठितुम् सार्वधातुकम् अपि प्रथमाध्याये द्वितीयपादे चतुर्थ अस्ति सार्वधातुकम् अपि भगिनी सम्यक् न श्रूयते. तत्र किञ्चित् नेट्वर्क् मध्ये क्लेशः अहं चिन्तयामि. मया किमपि न श्रुतम्. अन्य श्रोतुं शक्यते वा? अन्य सर्वे? न भगिनी, न भगिनी, न श्रूयते. कृपया म्यूट् मध्ये तिष्ठतु भगिनी. तत्र ध्वनिः सम्यक् नास्ति, भग्नः जायते मध्ये मध्ये. पूर्णिमा भगिनी पठितुम् इच्छति वा भगिनी? भगिनी अहं याने अस्मि, बेङ्गलूरुतः मैसूर् प्रयाणं कुर्वती अस्मि, अन्य सर्वे कदा न भवति भगिनि पठितुं अद्य? चिन्ता मास्तु भगिनि, चिन्ता मास्तु, अहं पठामि वा, अहं पठामि वा, मञ्जरी भगिनी कृपया पठतु. सार्वधातुकम् अपित् अपित् नित् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपित् नित् अर्थः एवम् अपित् सार्वधातुकं नित् इव अस्ति. अयम् अतिदेशः इति उच्यते. अतिदेशः नाम यस्य स्वभावः तथा नास्ति सः तथा भवतु इति विधानम्. यथा सिंहः माणवकः, माणवकः बालकः सिंहः नास्ति परन्तु वीरः माणवकः सिंहः इव, अतः माणवके सिंहस्य वीरलक्षणम् अध्यारोपितम्. अस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति. सः प्रत्ययः नित् यस्य नकारः इत् सः नित्. नित् प्रत्ययानां किञ्चित् विशिष्टं कार्यम् अस्ति. तत् किं कार्यम् इति सम्प्रति उच्यते. अत्र तावदेव अवगच्छतु. सार्वधातुकम् अपित् इति सूत्रेण यः प्रत्ययः अपित् सः यद्यपि साक्षात् णित् नास्ति तथापि णित् इव भवति. अतः यथा णित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोतु. तच्च कार्यं किम् इति इदानीं पश्यामः. सार्वधातुक अपित् सूत्रस्य विषये वदतु भगिनि, सूत्रस्य कः अर्थः? सार्वधातुकम् अपित् अनुवृत्तिसहितं सूत्रमस्ति. सार्वधातुकम् अपित् नित् तस्य अर्थः अपित् सार्वधातुकं नित् इव अस्ति. तथा इति अतिदेशः, अतिदेशः इति संज्ञा प्राप्नोति. अतिदेशः इत्युक्ते अतिदेशः इति संज्ञा नास्ति, इत्युक्ते सूत्रप्रकारः, सूत्रप्रकारकः यथा अतिदेश संज्ञासूत्रं, परिभाषासूत्रम्, अधिकारसूत्रं, नियमसूत्रम् अपि च अतिदेशसूत्रम्. अतिदेशसूत्रम् अस्ति सार्वधातुकम् अपि अतिदेशसूत्रम्. सार्वधातुकम् अपि इति अतिदेशसूत्रम्. अतिदेशसूत्रस्य कः प्रयोजनम् अस्ति? वाट् इस् अन् अतिदेशसूत्रम्? अतिदेशसूत्रस्य प्रयोजनम् अस्ति, तत्र मूलसूत्रे तस्य स्वभावः नास्ति, तत्र अपि इत्युक्ते अतिदेशसूत्रद्वारा यस्य प्रत्ययस्य अथवा यस्य शब्दसमूहस्य स्वभावः यथा नास्ति सः तथा भवति. अतिदेशसूत्रद्वारा किं भवति? कस्यचित् प्रत्ययस्य उपरि कोऽपि अन्यप्रत्ययस्य स्वभावः, लक्षणं तस्य उपरि अध्यारोपितं भवति. इम्पोजिशन् आफ् सम् अदर् गुणः आन् सम् प्रत्ययः. अतिदेशः इत्युक्ते तस्य उपरि कोऽपि अन्यप्रत्ययस्य स्वभावः अध्यारोपितं भवति, तस्य उपरि आरोपितं भवति. सः तथा नास्ति. अत्र किम् अस्ति? सिंहो मानवकः. सो बालक विषये न, जनरली आल्सो विषये ही लुक्स् लैक् ए जायण्ट्. सो सिंहो मानवकः इत्युक्ते तत्र बालकः सिंह इव. सो तत्र ही डस् नाट् लुक् लैक् ए सिंह. बालकः के नाट् लुक् लैक् ए सिंह. तस्य अर्थः कः अस्ति इत्युक्ते ही हेज् ए capability as that of a simha, or ही हेज़् दट् वीरलक्षणं तस्य उपरि आरोपितं भवति. सिंह इत्यनेन किं वेन् वि से मानव सिंहो मानवकः तस्य वट् वी आर् एक्स्पेक्टिङ्ग् देट् दिस् बालक विल् बिहेव् लैक् ए सिंह इन् द इन् इट् इस् बिहेवियर् आर् इन् इट् इस् कार्य. सो तत्र तस्य उपरि बालकस्य उपरि वीरलक्षणम् अध्यारोपितं भवति. सो सार्वधातुकम् अपित् इति अतिदेश सूत्रम् अस्मिन् परिच्छेदे किं प्रथमे तु तत्र अतिदेश इत्युक्ते किम्. सो अतिदेश इत्युक्ते किं कस्यचित् अन्यप्रत्ययस्य स्वभावः कस्यचित् अन्यप्रत्ययस्य उपरि आरोपितं भवति. इट् डस् नाट् कम्प्लीट्लि बिकम् लैक् देट् बट् इट् बिहेव्स् लैक् देट्. सो सार्वधातुकम् अपित् इति सूत्रं प्रथमे तु अतिदेशसूत्रं. संज्ञासूत्रं नास्ति, विधिसूत्रं नास्ति, परिभाषासूत्रं नास्ति, नियमसूत्रमपि नास्ति, अतिदेशसूत्रं. वेन् वि से अतिदेशसूत्रम् आटोमेटिक्लि दिस् शुड् कम् इन् अवर् मैण्ड् देट् सम् यः सार्वधातुकम् अपित् अस्ति इत्युक्ते यः प्रत्ययः सार्वधातुक अस्ति अपि च अपित् अस्ति. अत्र तत्र पदद्वयम्, एकमस्ति सार्वधातुकं, द्वितीयम् अस्ति अपित्. अपित् सो अपित् सार्वधातुकप्रत्ययः यथा श इति प्रत्ययः, शप् इति प्रत्ययः सार्वधातुक अस्ति परन्तु अपित् नास्ति. परन्तु श इति प्रत्ययः, श इति प्रत्ययः शित्वात् सार्वधातुक, अपि च पकारस्य अभावः अपित् अपि अस्ति. सो दिस् सूत्र इस् फार् सच् टैप् आफ् प्रत्ययस्. विच् टैप् आफ् प्रत्ययस्? ये प्रत्ययाः सार्वधातुक अपि च अपित्. Both these qualities should be in that pratyah. Tadrish pratyah kim karoti? Tadrish pratyasya etat sutram atidesh sutram. Tadrish pratyasya upari kim adhyaropitam? Nit chita swabhavaha adhyaropitam. Sarvadatuk apit is equal to nit. Actually, this should not be is equal to. In math, we like similar to, we write similar to. There is a separate symbol for similar to. This sarvadhatukam apit tasya upari nit iti pratyasya svabhavaha adhyaropitam bhavati. Why? Because this is an atidesh sutram. Atidesh sutre kim karyam? Yasya sutrasya vishaye uktam तस्य उपरि कोऽपि भिन्नसूत्रस्य स्वभावः अध्यारोपितं भवति. सो अत्र नित् इति यः पदमस्ति तस्य अनुवृत्तिः. पूर्वे मेबि सार्वधातुकम् अपि पूर्वे सः महर्षिः किमपि नित् विषये आल्रेडि सः वदति. सो अतः अत्र पुनः सः नित् विषये न वदति. अस्माभिः किं करणीयं? नित् इति प्रत्ययः अनुवृत्तिरू नित् इति पदम् अनुवृत्तिरूपेण स्वीकरणीयम्. सो सम्पूर्णसूत्रं किं? सार्वधातुकम् अपित् निद्वद् इट् विल् बिहेव् लैक् ए नित् प्रत्ययः. सो नित् प्रत्ययनिमित्तीकृत्य नित् प्रत्ययस्य स्वभावः कः इति अग्रे पश्यामः. परन्तु इदानीं सार्वधातुकम् अपित् इति अतिदेशसूत्रम्. अनेन सूत्रेण किं भवति? यः प्रत्ययः सार्वधातुक् अपि च अपित् तादृशप्रत्ययः एव इस् ईक्वल् टु नित् इस् सिमिलर् टु बिकम् सिमिलर् टु नित्. सो सार्वधातुकम् अपित् प्रत्ययः निद्वद् भवति इति सूत्रस्य अर्थः. सार्वधातुकम् अपि च अपित् प्रत्ययः निद्वद् कार्यं करोति. निद्वद् केन किं किं कार्यं भवति इति अग्रे पश्यामः. सो सार्वधातुकम् अपित् इति अतिदेशसूत्रम् अस्तु. अस्य विषये सर्वैः अवगतं वा सार्वधातुकम् अपित् इति सूत्रस्य कः अर्थः? यः सार्वधातुक् शानच् इति प्रत्ययः, शानच् इति प्रत्ययः, शानच् शानच् इति प्रत्ययः, तस्मिन् लशकुत् अदिते इत्यनेन शकारस्य इति संज्ञा भवति. चकारः अन्ते अस्ति सो हलन्त्यं सूत्रद्वारा चकारस्यापि इत् संज्ञा आन इति अवशिष्टभागः आन अवशिष्टभागः परन्तु आन इति तस्य उपरि तस्मिन् शकारस्य प्रभावः अस्ति सो शित्वात् आन शानच् इति प्रत्ययः शित्वात् किं भवति शित् कारणेन किं भवति सार्वधातुक् इति संज्ञा प्राप्नोति बिकास् देट् टैप् आफ् सूत्र महर्षि हेस् गिवन् तिङ् शित् सार्वधातुकं सो शित् अस्ति अतः सार्वधातुक् संज्ञः शानच् इति प्रत्यये कोऽपि पकारः इति नास्ति सो सः अपि किम् अपित् प्रत्ययः सार्वधातुक् अपि अस्ति अपित् अपि अस्ति सो सार्वधातुक् तादृशप्रत्ययः श शन् श्ना शानच् श्तृ इति प्रत्ययः स्तृ इति प्रत्ययः अपि सार्वधातुक् अपित् प्रत्ययः तेषां विषये अत्र महर्षि वदति तेषां ते तादृशसर्वाणि प्रत्ययाः सर्वे प्रत्ययाः निद्वत् कार्यं करोति यद्यपि ते साक्षात् श इति प्रत्यये कोऽपि ण्यकारः इति संज्ञकः अस्ति वा नास्ति सो साक्षात् नित् नास्ति परन्तु अतिदेशसूत्रद्वारा तस्य उपरि निद्लक्षणम् अध्यारोपितं भवति तथैव शानच् इति प्रत्ययः तस्मिन् कोऽपि कण्ठनकारः इति नास्ति परन्तु अनेन सूत्रेण अतिदेशसूत्रद्वारा सः निद्वद् कार्यं करोति सो यानि कार्याणि नित् प्रत्ययनिमित्तीकृत्य तानि कार्याणि सार्वधातुक् अपित् प्रत्ययद्वारा अपि भवन्ति व्याकरणे इति तस्य अर्थः सो ये प्रत्ययः सार्वधातुक् प्रथमे तु सार्वधातुक् भवेत् अपि च सः अपित् अपि भवेत् तादृश शप् इति प्रत्ययः सार्वधातुक् अस्ति परन्तु अपित् नास्ति पित् अस्ति अतः तस्य उपरि निद् इति लक्षणं न अध्यारोपिते केवलं सार्वधातुक् अपित् प्रत्यय उपरि एव किं निद् इति लक्षणम् अध्यारोपितं भवति इति सूत्रस्य अर्थः सो यस् तत्र बहूनि अतिदेश देर् आर् अराौण्ड् 26 प्रथमाध्याये द्वितीयपादे तत्र अस्मिन् पादे तत्र एकम् अतिदेशप्रकरणम् अस्ति तस्मिन् प्रकरणे अराौण्ड् 24 or 25 or 26 सूत्राणि येन किं कस्यस्य भिन्नप्रत्ययस्य उपरि भिन्न लक्षणं तत्र अध्यारोपितं भवति सो एतत् प्रकरणम् अतिदेशप्रकरणम् अस्मिन् प्रकरणे प्रथमाध्याये द्वितीयपादे अहं चिन्तयामि प्रथमसूत्रारभ्य तत्र षट्विंशतितमं सूत्रं पर्यन्तम् अतिदेशप्रकरणं तस्मिन् एव प्रकरणे एतत् सार्वधातुकम् अपित् इति सूत्रमस्ति एतत् अतिदेशसूत्रम् अनेन सूत्रेण किं भवति कस्यचित् प्रत्ययस्य उपरि भिन्नलक्षणम् अध्यारोपितं भवति सः प्रत्ययः कः सार्वधातुक् अपित् प्रत्ययः सार्वधातुक् अपित् प्रत्यये उपरि कः लक्षणं कित् लक्षणं न शित् लक्षणं पित् नित् लक्षणम् अपित् सार्वधातुक् अपित् इस् सिमिलर् टु नित् इति सूत्रस्य अर्थः अस्तु अग्रे पठामः यस्मिन् प्रत्यये नकारस्य इत्संज्ञा अस्ति सः प्रत्ययः णित् यस्य नकारः इत् सः णित् णित् प्रत्ययानां किञ्चन विशिष्टं कार्यम् अस्ति तत् किं कार्यम् इति सम्प्रति उच्यते अत्र तावदेव अवगच्छति सार्वधातुकम् अपि इति सूत्रेण यः प्रत्ययः अपि सः यद्यपि साक्षात् णित् नास्ति परन्तु तथापि नित् इव भवति अतः यथा नित् प्रत्ययः कार्यं करोति तथा अपित् प्रत्ययः अपि कार्यं करोति तच्च कार्यं किम् इति इदानीं पश्यामि विषये वदतु प्रथमे सर्वैः अवगतं वा इत्युक्ते नित् इत्युक्ते किं नित् इत्युक्ते किम् वदतु भगिनि नित् इत्युक्ते किं यस्मिन् कण्ठनकारः इति सः नित् अत्र सार्वधातुक अपि नित् इव भवति परन्तु साक्षात् नित् नास्ति साक्षात् नित् नास्ति इत्युक्ते तस्य कः अर्थः सार्वधातुकम् अपि इति नित् नास्ति इत्युक्ते तस्मिन् कोऽपि नकारः इत्संज्ञकः नास्ति श इति प्रत्यये कोऽपि नकारस्य इत्संज्ञा तु नास्ति तत्र कोऽपि कण्ठनकारः एव नास्ति तस्य इत् कथं भवति साक्षात् नित् नास्ति इत्युक्ते तस्मिन् प्रत्यये शानच् इति प्रत्ययः साक्षात् नित् नास्ति श इति प्रत्ययः साक्षात् नित् नास्ति इत्युक्ते साक्षात् नित् नास्ति इत्युक्ते तस्मिन् कोऽपि कण्ठनकारः इत्संज्ञकः नास्ति तथापि किं भवति सः निद्वद् भवति नित् इव कार्यं करोति नित् समानं भवति केन सूत्रेण अतिदेशसूत्रेण तत् अतिदेशसूत्रं किम् किम् अतिदेशसूत्रं किं येन यः निद्वत् कार्यं करोति वाट् इस् सूत्रं न सार्वधातुकम् अपित् अपित् अत्र म इति यः दृश्यते म सम्पूर्ण अपित् इति अकारस्य कारणेन सार्वधातुकं मकारान्त् अस्ति सार्वधातुकम् अनन्तरम् अपित् देट् इस् हौ वी हेव् टु रीड् दिस् सार्वधातुकम् अपित् सार्वधातुकम् अपित् प्रत्ययः एव निद्वत् कार्यं करोति तादृश अतिदेशसूत्रं महर्षिणा दत्तं केवलं सार्वधातुक अपित् प्रत्ययः एव निद्वद् भवति कोऽपि अन्यप्रत्ययः न भवति केवलं सार्वधातुक अस्ति चेत् सः यः सार्वधातुक अस्ति अपि च यः अपित् अस्ति सः प्रत्ययः एव निद्वद् भवति अस्तु भगिनि धन्यवादः स्वसार्वधातुकम् अपित् इत्यनेन सर्वे सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति तस्य उपरि तादृशसार्वधातुक अपित् प्रत्ययस्य उपरि निद् प्रत्ययस्य लक्षणं तस्य उपरि अध्यारोपितम् अनेन अतिदेशसूत्रेण सूत्रं किं सार्वधातुकम् अपित् सार्वधातुकम् अपित् किं निद्वद् निद् इव भवति निद् इव भवति निद् समानं न निद् इव भवति यथा निद् अस्ति तथैव सार्वधातुकम् अपित् प्रत्ययः इदानीं नित् प्रत्ययः निमित्तीकृत्यः कीदृशकार्यं व्याकरणे अस्तु अग्रे कः पठति मञ्जरी भगिनी पठितुमिच्छति वा भगिनि निन्ति च गुणबाधकं सूत्रम् अनुवृत्तिसहितसूत्रं निन्ति च इकः गुणवृद्धिः न यः प्रत्ययः गित् अथवा नित् अस्ति अपि च तस्य प्रत्ययस्य कारणात् अङ्गे इकः स्थाने गुणः अथवा वृद्धिः भवति स्म सः न भवति गुणस्य वृद्धेः च बाधकं सूत्रम् इदं सम्प्रति अस्माकम् अवधानं गुणे न तु वृद्धौ अत्र तुलादिगणे च किणिति च किणिति अत्र ककारद्वयम् अत्र भगिनि ककारद्वयं सो किणिति च किणिति च इति किणिति च यः किणिति च अत्र गित् अथवा नित् अस्ति तस्य प्रत्ययस्य कारणात् इकः स्थाने गुणः तथा वृद्धिः भवति स्म सः न भवति इति गुणबाधकं सूत्रम् अत्र किणिति सप्तम्यन्तं हलन्तं पदं तस्य अर्थः एवं ग च क च ण च ते इत्संज्ञकाः वर्णाः यस्य सः प्रत्ययः णिणित् तस्मिन् सप्तम्यन्तं यः कार्यं तस्मात् पूर्वं भवति स्म तस्मात् प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. वदतु सूत्रस्य कः अर्थः. निणिति च अत्र निणिति इति सप्तम्यन्तं पदं तस्य तेन किं सप्तम्यन्तं पदः अस्ति चेत् तस्य पूर्वं कार्यं भवति, तस्य पूर्वे कार्यं भवति. निमिति इति निमित्तं, निमित्तस्य पूर्वे कार्यं भवति. किमिति इत्यनेन किम् निमिति इत्युक्ते ग च क च न च ते इत्संज्ञकवर्णघाः वर्णाः तत्र तत्र प्रत्ययात् पूर्वम् इकः गुणः च वृद्धिः च न भवति. अनुवृत्तिसहितसूत्रं किम्? अनुवृत्तिसहितसूत्रं निणिति च इकः गुणवृद्धिः न. सो अत्र न इति पदमस्ति. सो अत्र निषेधकसूत्रं, बाधकसूत्रं, कार्यबाधकसूत्रम् अस्ति. किणिति पूर्वे यः कार्यस्य तत्र अवसरः तस्य कृते अत्र बाधा न भवति इति. सो एतत् सूत्रं बाधकसूत्रं, कार्यबाधकसूत्रं. कीदृशकार्यबाधकसूत्रम्? यत्र यः प्रत्ययः गित् कित् अथवा णित् अस्ति तत्र तस्य प्रत्ययस्य कारणात् इकः स्थाने गुणः अथवा वृद्धिः न भवति. इत्युक्ते गुणकार्यम् अपि च वृद्धिकार्यं बाधक. सपोज् सम्बडि आस्क्स् वाट् इस् द गुण अपि च वृद्धि बाधकसूत्रम् इन् व्याकरणशास्त्रे, देट् इस् किणिति च. किणिति च सूत्रद्वारा यः सार्वधातु पुगन्तलघुपदस्य च अचोणिति अत् उपदायाः एते चत्वारि सूत्राणि गुणविधायकसूत्राणि अपि च वृद्धिविधायकसूत्राणि, वृद्धिविधायकसूत्राणि. तेषु यः गुणकार्यम् अपि च वृद्धिकार्यं विधीयते तस्य कृते एतत् सूत्रं बाधकसूत्रम्. सो सूत्रं वदति विशिष्टप्रत्ययनिमित्तीकृत्यः गुण अपि च वृद्धिकार्यस्य कृते बाधा न करणीयं, न भवति. सो तत् विशिष्टप्रत्ययाः के वदतु? गित् कित् अथवा नित्. गित् इत्युक्ते किम्? ग यस्य अन्ते ग अस्ति, गित् अन्ते न. गित् इति, गित् इति तस्य अर्थः कः? यस्मिन् प्रत्यये गकारः इत्संज्ञकः, इत्संज्ञकः तथैव कित् इत्युक्ते यस्मिन् प्रत्यये गकारः इत्संज्ञकः. अपि च नित् इत्युक्ते अपि यस्मिन् प्रत्यये नकारः इत् प्रत्ययः. इत्युक्ते तादृशप्रत्ययाः बाधकसूत्रस्य निमित्तानि. सो लिख् योग कोऽपि कित् प्रत्ययः, लिख् योग कोऽपि नित् प्रत्ययः, लिख् योग कोऽपि गित् प्रत्ययः अस्ति चेत् तत्र गुणस्य कृते बाधा भवति. कथं? किणिति च सूत्रद्वारा बाधकसूत्रम् अस्ति, कार्यबाधकसूत्रं, गुणबाधकसूत्रम् अपि च वृद्धिबाधकसूत्रम्. एकस्मिन् सूत्रे एव महर्षिः गुणस्य कृते अपि बाधकसूत्रं दत्तं, वृद्धिकार्यस्य अपि. इत्युक्ते अचोणिणिति, अचोणिणिति इत्युक्ते कोऽपि अजन्त अङ्गस्य परे तादृश णिच् प्रत्ययः यस्मिन् ककारः अपि इत्संज्ञकः अपि च गकारः अपि नित्संज्ञकः अपि च यदि कण्ठ्यनकारः इत्संज्ञकः यद्यपि तत्र वृद्धि णित् कारणेन वृद्धि स्म तथापि न भवति. किमर्थं चेत् सः प्रत्ययः कित् अथवा घित् अथवा णित् अस्ति, तत्र किं बाधा भवति, कार्यस्य कृते बाधा भवति, कार्यं न करणीयं. सो इदानीं तत्र सो अत्र किं लिखितमस्ति, सम्प्रति अस्माकम् अवधानं गुणः. वाट् वी आर् डिस्कसिङ्ग् रैट् नौ, प्रेसेण्ट्लि सम्प्रति वाट् आर् वी डूयिङ्ग्, वी आर् डिस्कसिङ्ग् गुणकार्यं. सो इदानीं तु गुणकार्यस्य विषये चिन्तयामः, न तु वृद्धिकार्यस्य विषये. परन्तु दिस् सूत्रः इस् गुणबाधकसूत्रम् अपि च वृद्धिबाधकसूत्रं. किमर्थं चेत् अनुवृत्तिसहितसूत्रे गुणवृद्धि न इति लिखितमस्ति. सो इकवर्णानां यः गुणः अपि च वृद्धिः व्याकरणशास्त्रे भवति तस्य कृते एतत् सूत्रं बाधकसूत्रम्. सार्वधातुकार्धधातुकयोः इति सूत्रद्वारा इकवर्णानां गुणः, पुगन्तलघुपदस्य च सूत्रद्वारा इकवर्णानां गुणः. सो इदानीं किं, यदि सः धातुः अनन्तरं कोऽपि क्यित् अथवा घित् अथवा णित् प्रत्ययः आयाति चेत् यद्यपि तत्र सूत्रम् आगत्य वदति सार्वधातुक अपि च पुगन्त् अहमत्र कार्यं करोति, बाधकसूत्रम् आगत्य वदति नो किनिति च सूत्रद्वारा किं गुणः न भवति. सो लिख् योग अयोगति अस्मिन् दशायां किं लिखयोग श, श कितना अस्ति, घितना अस्ति, नित् अपि नास्ति. बाधकसूत्रं किं, किनिति च कित् घित् नित्. श प्रत्ययः कितना अस्ति, घितना अस्ति, नित् अपि नास्ति, साक्षात् नित् नास्ति, परन्तु अस्य उपरि अतिदेशसूत्रद्वारा निद् लक्षणम् अध्यारोपिते. केन सूत्रेण, सार्वधातुकम् अपित्. यद्यपि श इति प्रत्ययः कित् नास्ति, नित् नास्ति, घित् नास्ति, तथापि अत्र गुणस्य बाधा भवति. किनिति च सूत्रद्वारा बाधा भवति, किमर्थम्, बिकास् दिस् श इस् सार्वधातुक एण्ड् दिस् इस् अपित् एण्ड् वी हेव् ए अतिदेशसूत्रम् विच् सेज् देट् आल् सार्वधातुक अपित् प्रत्ययः विल् बिहेव् लैक् नित् प्रत्ययः. यद्यपि सिंह बालकः, यद्यपि बालकः सिंह नास्ति, बट् सिन्स् हि इस् अ वीर वि से देट् हि लुक्स्, हि इस् अ जायण्ट्, हि लुक्स् लैक् ए सिंह. हि इस् नाट् सिंह बट् हि लुक्स् लैक् ए सिंह बिकास् हिस् कार्यस् आर् लैक् देट्. सो सर्वे सार्वधातुक अपित् प्रत्ययः निद्वद् कार्यं करोति, निद्वद् करोति चेत् किम्, किनिति च सूत्रद्वारा तत्र गुणस्य बाधा. सो लिख् लेख् न भवति, लिख् लिखेव तिष्ठति. अनियर् इति प्रत्ययः, अनियर् इति प्रत्ययः प्रथमे तु सार्वधातुक एव नास्ति, आर्धधातुक प्रत्ययः. सो सार्वधातुकम् अपि सूत्रद्वारा तस्य उपरि कोऽपि लक्षणं न अध्यारोपिते, केवलं सार्वधातुक अपित् प्रत्यय उपरि एव निद् लक्षणम् अध्यारोपिते. सो लिख् योग अनियर्, अनियर् इति प्रत्ययः कित् नास्ति, घित् नास्ति, णित् अपि नास्ति, अतः गुणस्य कृते कोऽपि बाधा एव नास्ति. सो लेखनीय इति भवति लिख् योग इ. परन्तु यदि वयं इदानीं तत्र वैट् बोर्ड् दृश्यते वा? आम् भगिनि. सपोज् वी आर् डूयिङ्ग् लिख् योग त्वा, अत्र क अस्ति, ककारः माउस् क हल् अस्ति त्वा. अस्मिन् के अनुबन्धाः भगिनि वदतु, त्वा इति प्रत्यये के अनुबन्धाः? ककारः अनुबन्धवर्णः केन सूत्रेण? लशक्कु लश एण्ड् कु, लशक्कु तद्धिते इत्यनेन ककारस्य इत् संज्ञा. सो प्रथमे तु प्रत्ययस्य स्वभावः कः वदतु, सर्वं वदतु, त्वा इति प्रत्ययः कीदृशप्रत्ययः? वदतु भगिनि. सार्वधातुक अस्ति वा? शित नास्ति, तिङ् समूहे नास्ति. वी हाव् टु गो बै स्टेप् बै स्टेप्. शित् अस्ति वा? नास्ति. तिङ् समूहे अस्ति वा? नास्ति. अतः शित् नास्ति, तिङ् नास्ति. अतः आर्द्रधातुकं शेषः इत्यनेन त्वा इति प्रत्ययः आर्द्रधातुक प्रत्ययः. दिस् इस् एन् आर्द्रधातुक प्रत्ययः. किमर्थं? शित् नास्ति, तिङ् अपि नास्ति. सो आर्द्रधातुक प्रत्ययः. अपि च आर्द्रधातुक कित् प्रत्ययः. कित् अस्ति ककारस्य इत् संज्ञा अस्मिन् प्रत्यये. सो लिख् योग आर्द्रधातुक प्रत्ययः. वदतु किं भवति? त्वा इति अवशिष्टभागः. धातौ गुणप्रसङ्गः अस्ति, उपधायां लघु इकवर्णः, साक्षात् परे आर्द्रधातुक प्रत्ययः. सो अत्र पुगन्तलघुपदस्य च सूत्रम् आगत्य वदति, कार्यं कुर्मः, अहं कार्यं करोमि अत्र, परन्तु नक् नक् भवति. किमर्थम्? अत्र बाधकसूत्रं कार्यं करोति वा? इति गुणबाधकसूत्रम् अत्र कार्यं करोति. तेन सूत्रम् आगत्य वदति, नो गुणकारी केनाट् हेपन् हियर्. वै? वाट् इस् द रीज़न्? अस्मिन् दशायां तत्र न सत्यं, परन्तु अस्मिन् दशायां तत्र निमित्तानि पूरितानि वा? किनिति च सूत्रे के निमित्तानि? सो अत्र ककारस्य इति अस्ति, अस्ति न? त्वा इति प्रत्ययः कित् प्रत्ययः. त्वा इति प्रत्ययः कित् आर्द्रधातुक प्रत्ययः. इट् इस् एन् आर्द्रधातुक कित् प्रत्ययः. सो यत्र यत्र कित् प्रत्ययः आयाति तत्र तत्र किणिति च सूत्रद्वारा गुणस्य बाधा गुणः न भवति. अतः तत्र किं रूपं? लिखित्वा इति रूपं, लेखित्वा नास्ति. परन्तु यदा वयं लिख् सि, दिस् इस् द डिफ्रेन्स्, लिख् योग अनियर् कुर्मः चेत् तत्र किं भवति? अनियर् प्रत्ययः लेखनीय, तत्र गुणः भवति. किमर्थं चेत् अनियर् इति प्रत्ययः. शितना, तिङ्गना, कितना, घितना, नितना, कित, घित, नित, एतत् किमर्थं द्रष्टव्यं? गुणस्य कृते बाधा तु नास्ति. इदानीं वयं जानीमः कितपि द्रष्टव्यं, घितपि द्रष्टव्यं, नितपि द्रष्टव्यं. तत्र कोऽपि साक्षात् नित् इति प्रत्ययः नास्ति, परन्तु सर्वे सार्वधातुक अपि प्रत्ययः निद्वद् कार्यं करोति. सो लिख् योग स्त्र भवति चेत् सि लिख् योग फार् इरेसिङ्ग् इट् टेक्स् लाट् आफ् टैम्. सो लिख् योग शत्रु भवति चेत् वदतु किम् तत्र किं प्रातिपदिकं निष्पद्यते? लशक्वतद्धिते इति सूत्रेण शकारस्य इत् भूत्वा शकारस्य लोपः. अनन्तरं शत्रु, तत्र ऋकारः अपि ऋकारः अपि अस्ति, तत्र तस्य अपि लोपः भवति. केन सूत्रेण? ऋकारस्य ऋकारः स्वरः, स्वरस्य संज्ञा केन सूत्रेण भवति? व्याकरणे स्वरस्य संज्ञा केन सूत्रेण भवति? एकमेव सूत्रमस्ति, उपदेशे एकमेव सूत्रम् अस्ति इत्युक्ते ऋकारः प्रायशः अत्र अनुनासिक ऋकारः ऋकारः अनुनासिक ऋकारः सो लिख वी हेव् टु थिङ्क् ए लाट् ओवर् हियर् बिकास् शत्रु शकारस्य इत् संज्ञा भूत्वा तस्य लोपः अनन्तरं ऋकारस्य इत् संज्ञा भूत्वा तस्य लोपः अनन्तरं किम् अवशिष्यते वाट् इस् द अवशिष्टभागः प्रत्ययस्य अवशिष्टभागः कः अत् अत् इति अवशिष्टभागः अत् इति प्रत्ययः कीदृशप्रत्ययः वदतु फस्ट् वी हेव् टु फस्ट् से सार्वधातुक् आर् आर्धधातुक् अत् इति प्रत्ययः कीदृश अस्मिन् प्रत्यये अनुबन्धः अर्धधातुक् षित् अस्ति सार्वधातुक सत्यं भगिनि सर्वेषित् प्रत्ययः सर्वेषित् प्रत्ययः सर्वेषित् प्रत्ययः सार्वधातुक् प्रत्ययः तिङ्क्षित् सार्वधातुकम् सो यस्मिन् यस्मिन् प्रत्यये शकारः इत् सः प्रत्ययः इट् बिकम्स् सार्वधातुक् प्रत्ययः सो धातुयोग सार्वधातुक् प्रत्ययः भवति चेत् कस्य कस्य सूत्रस्य प्रसक्तिः धातु साक्षात् अनन्तरं सार्वधातुक् प्रत्ययः कर्तरि शप् सार्वधातुके That is why we have to remember, we have to do practice. Kartari shab sarvadhatu ke iti sutram kim vadati? Yatra yatra moola dhatu yoga sarvadhatu pratyaha, tatra kartari shab sarvadhatu ke iti anena shab pratyaha madhya ayati. Atra api sarvadhatu pratyaha, shatrun iti pratyaha sarvadhatu pratyaha. So dhatu yoga sarvadhatu pratyaha bhavati chet kartari shab sarvadhatu ke iti sutrasya. यदा वयं लिख् योग अनियर् कुर्मः अनियर् आर्धधातुक् प्रत्ययः तत्र एतत् चिन्तनमेव नास्ति परन्तु इदानीं किं सार्वधातुक् प्रत्ययः परे घनचिन्तनं करणीयम् लिखित् धातुः परन्तु अत्र शप् न तिष्ठति किमर्थं चेत् अत्र लिखित् धातुः तुदादिगणस्य धातुः महर्षि वदति तुदादिभ्यः शः सुदादिभ्यः शः सो अत्र शप् प्रभाद्य शप् बाधित्वा मध्ये किम् आयाति श इति विकरणप्रत्ययः आयाति किमर्थं चेत् सार्वधातु कर्तरि शप् सार्वधातुके सूत्रस्य कृते अपि निमितानि पूरितानि द्विवादिभ्यः शन् श तुदादिभ्यः श इति सूत्रस्य कृते अपि निमितानि पूरितानि कर्तरी अर्थे अस्ति सर्वे सर्वे कृतप्रत्ययाः प्रायशः कर्तर अर्थके एव कर्तरी अर्थके एव अस्ति सो शत्र कर्तरी अर्थके अस्ति सार्वधातुक् अस्ति अतः अत्र श मध्ये आयाति अत्रापि श मध्ये आयाति सार्वधातुक् प्रत्यये परे सर्वदा मूलधातु अनन्तरं सार्वधातुक् प्रत्ययः भवति चेत् शप् श श श्नाश्नम् एते सर्वे आयाति मध्ये सो इदानीं किं शकारस्य अपि पुनः शकारस्य इति संज्ञा सो श इति प्रत्ययः सार्वधातुक् अपित् प्रत्ययः सार्वधातुक् अपित् प्रत्ययः अस्ति कथं कार्यं करोति निद्वद् कार्यं करोति कथं जानीमः केन सूत्रेण सार्वधातुकम् अपित् वी हेव् टु मेन्शन् आल् दोस् सूत्रास् ओवर् हियर् श इति प्रत्ययः सार्वधातुक अपित् अतः सार्वधातुकम् अपित् इत्यनेन निद्वत्कार्यं करोति. निद्वत्कार्यं करोति चेत् किं खिनिति च सूत्रद्वारा लिख् लिखेव तिष्ठति. लिख् लेख् न भवति, लिखेव न भवितुमर्हति. किनिति च सूत्रद्वारा श इति प्रत्ययः निद्वत्कार्यं करोति. योग अत् निद्वत्कार्यं करोति चेत् लिख् लेख् वर्णमेलनेन किम्? अत्र अतो गुणे इति अनेन तत्र विशिष्टसन्धिसूत्रेण अत्र दीर्घसन्धिः न भवति, तस्यापि अपवादः. अत्र अयोग अ अस्ति, सो अतो गुणे इत्यनेन एकम् अकारः गुणवर्णः परे अस्ति चेत् सः अपगच्छति. एकमेव अकारः तिष्ठति, सो लिखति इति रूपं किं लिख् योग एकम् अकारः अपि च तकारान्त् प्रातिपदिकं सिद्ध्यति. लिखति इति तकारान्त् प्रातिपदिकम्, अतः तत्र सर्वदा द्रष्टव्यं धातुयोग आर्धधातुप्रत्ययः वा सार्वधातुप्रत्ययः वा. सार्वधातुक अस्ति चेत् शप् शष्णा एतत् चिन्तनं करणीयम्. आर्धधातुप्रत्ययः अस्ति चेत् तत् चिन्तनमेव न करणीयम्. किमर्थं चेत् कर्तरि शप् सार्वधातुके, सार्वधातुके परे एव गणविकरणप्रत्ययः मध्ये आयान्ति. आर्धधातुप्रत्ययपरे घनविकरणप्रत्ययः मध्ये न आयाति. सो यदा तत्र दिस् इस् टेकिङ्ग् लाङ्ग् लाट् आफ् टैम् इदानीं तु समयः अपि अभवत्. अस्तु, सो यदा वयं तत्र लिख्योगत्वा कुर्मः अथवा लेप् कुर्मः अथवा अनियर् कुर्मः, तत्र घनचिन्तनं न करणीयं. मध्ये शाप् शोष्णा एतं न आयाति. किमर्थं चेत् तस्य सूत्रस्य प्रसक्तिः एव नास्ति तत्र. यदा वयं त्वा कृतवन्तः, त्वा इति प्रत्ययः शित् न तिङ् न, अतः स्वा आर्धधातुकप्रत्ययः. सो अत्र अस्यां दशायां कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः एव नास्ति. Forget about prapti. When prasakti even asti, why should we think about that? Because the pareps ardhadatuk pratyaha. So we have to now think about this ardhadatuk pratyaha. Ardhadatuk pratyaha asti chet puganta lagupadasya cha iti sutra magati vadati dhatu yoga ardhadatuk pratyaha. Lagu yugupadam asti. उब्धायां लघु इक् वर्णः, अहम् अत्र कार्यं करोमि, परन्तु किनिति च सूत्रम् आगत्य वदति नो गुणस्य कृते बाधा अत्र. किमर्थं चेत् आर्धधातुप्रत्ययः तु अस्ति, परन्तु कित् अपि अस्ति. सो देट् टैप् आफ् चिन्तनं डस् नाट् हेपन् फार् अनियर् लेप् बिकास् अनियर् इति प्रत्ययः कोऽपि ककारः इतना, कोऽपि गकारः इतना, कोऽपि ञकारः इतना अस्ति. अत्र लेख् भवति, परन्तु त्वा इति प्रत्ययनिमित्तीकृत्य बिकास् दिस् ककारः इति संज्ञकः, दिस् बिकम्स् एन् कित् प्रत्ययः. सो सर्वेषु आर्धधातु कित् प्रत्ययेषु गुण अपि च वृद्धिकार्यं न करणीयं. तदेव किनिति च सूत्रं, किनिति च सूत्रं किं वदति? धातुयोग कित् गित् नित् प्रत्ययः भवति चेत् गुणस्य निषेधः, गुणकार्यं न करणीयम् इति सूत्रं वदति. सो किनिति च सूत्रम् अपि च अतिदेशसूत्र, अतिदेशसूत्र अस्ति सार्वधातुकम् अपित्. सर्वैः अवगतं वा? सार्वधातुकम् अपित् इत्यनेन सर्वे सार्वधातुक अपित् प्रत्ययः निद्वत् कार्यं करोति. निद्वत् कार्यं करोति चेत् किं, वाट् हेपन्स् बै वेन् इट् बिहेव्स् लैक् ए निद् प्रत्ययः? देट् टैम् किनिति च सूत्रस्य प्रसक्तिः भवति, अन्यथा तत्र प्रसक्तिः एव नास्ति. बिकास् दिस् सार्वधातुक श इति प्रत्ययः इट् बिहेव्स् लैक् ए निद् प्रत्ययः, अस्य उपरि निद् इति प्रत्ययस्य स्वभावः अध्यारोपिते, अतः किनिति च सूत्रस्य तत्र प्रसक्तिः, किनिति च सूत्रस्य प्रसक्तिः अस्ति चेत् प्राप्तिः अपि भवति. सो लिख् योगश्च कुर्मः चेत् तत्र लिख् लेख न भवति, लिख् एव तिष्ठति. सो लिख इति अङ्गम्, किमर्थं चेत् यद्यपि श इति प्रत्ययः साक्षात् नित् अस्ति, बट् इट् बिहेव्स् लैक् ए नित् प्रत्ययः बिकास् तादृशसूत्रं निर्मितं महर्षिणा. महर्षि वदति सर्वे सार्वधातुकापि प्रत्ययः निद्वत् कार्यं करोति. अस्तु, अत्र तु स्थगा. नमस्कारः, क्षमताम्, अहं वदामि वा? वदतु महोदय. लिख् अत्र धातु त्वा प्रत्ययः अन्ते रूपं लिखत्वा वा लिखित्वा साधयति अत्र. आम् सत्यम्, अत्र इकारः अपि आगच्छति. किमर्थं चेत् अत्र इडा, अत्र यः इडानुकूलः अस्ति, प्रत्ययः अपि इडानुकूलः, अपि च धातुः अपि इडानुकूलः. सो तत्र इकारस्य आगमः भवति. इदानीं तु वयं न अत्र अस्मिन् वर्गे न पठितवन्तः न इद तथा तथा मया न उक्तं. सो तत्र लिखित्वा भवति, लिखित्वा त्वा इति प्रत्ययः, तत्र इकारस्य अपि किम् आगमः भवति. सो लिखित्वा इति भवति. धन्यवादः. सो यत्र यत्र कित् गित् नित् प्रत्ययः आयाति तत्र किं, तत्र गुणस्य कृते बाधा भवति, तत्र गुणकार्यं न भवति. यद्यपि सः सार्वधातुक अथवा अर्धधातुक प्रत्ययः अस्ति, देट् इस् वै वि से दे आर् सामान्यसूत्रं. किमर्थं चेत् विशिष्टसूत्रद्वारा तत्र किं बाधा भवति, कार्यस्य बाधा भवति. सो तत्र किं न केवलं तावदेव न अस्ति, सार्वधातुकप्रत्ययः अर्धधातुकप्रत्ययः तावत् न द्रष्टव्यं, सार्वधातुकप्रत्ययेषु पित् अपित् द्रष्टव्यं, परन्तु अर्धधातुकप्रत्ययेषु कित् घित् नित् अपि द्रष्टव्यं. कित् घित् नित् अस्ति चेत् गुणस्य कृते बाधा, सार्वधातुक अपित् प्रत्ययः अस्ति चेत् गुणस्य कृते बाधा. किमर्थं चेत् सर्वे सार्वधातुक अपित् प्रत्ययः णिद्वत् कार्यं करोति, दे बिहेव् लैक् अन्यत् प्रत्ययः. तो अत्र स्थगामः. इदानीं कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. एतत् सर्वम् एकवारं पुनः पठतु अग्रिमस्मिन् वर्गे, तत्र पुनः अस्य विषये, बिकास् दिस् इस् द सूत्र विच् विल् हेण्डर् द गुणकार्य एण्ड् वृद्धिकार्य एट् बो एट् मनी प्लेसेस्. सो वी हेव् टु रिमेम्बर् दीस् टु सूत्र, सार्वधातुकम् अपि इस् एन् अतिदेश सूत्र एण्ड् किनिति च. सार्वधातुकम् अपि तन्येन श बिहेव्स् लैक् ए नित् प्रत्ययः तावदेव, किमपि कार्यं नास्ति. सार्वधातुकम् इत्यनेन किं, श विल् प्रत्ययः विल् बिहेव् लैक् ए नित् प्रत्ययः. अनन्तरं नित् प्रत्ययनिमित्तीकृत्य किं कार्यं, बाधककार्यं, गुणबाधककार्यं. सो किनिति च सूत्रद्वारा यः प्रत्ययः नित् अथवा कित् अथवा गित् तं प्रत्ययनिमित्तीकृत्य गुण अपि च वृद्धिः न करणीयम् इति सूत्रं वदति. सो बिकास् श इति प्रत्ययः साक्षात् नित् नास्ति, तथापि सार्वधातुकम् अपि इति अतिदेशसूत्रद्वारा तस्य उपरि निद् इति लक्षणम् अध्यारोपिते, अतः तत्रापि गुणस्य निषेधः भवति अनेन सूत्रेण, किनिति च सूत्रेण. स्तोत्र स्थगामः. शान्तिमन्त्रं पठामि, अनन्तरं तत्र स्थगामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ. श्रीगुरुभ्यो नमः. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः.